नमः सर्वेभ्यः. अद्यतनविषयः अस्ति किञ्चित् दलसार्थक्यं, समवायकारणम् अपि च समवायकारणस्थले. केन आगतम्? अहं सरला अस्मि महोदय. नमस्ते भगिनि. नमस्ते. पूर्वस्मिन् वर्गे किं कृतमित्युक्ते, तत्र निमिषद्वयेन वदामि. तत्र समवायकारणस्य लक्ष्यं, कार्यस्य लक्ष्यम् अपि च कारणं त्रिविधं, समवायकारणस्य लक्षणवाक्यम्, असमवायकारणस्य लक्षणवाक्यं, तद् उभयभिन्नं कारणनिमित्तकारणम् इति उक्तं. तत्र समवायकारणस्य लक्षणवाक्यं दीर्घरूपेण तस्मिन् एकं चत्वारि चत्वारि तमे पुटे लिखितमस्ति. समवायसम्बन्धवच्छिन्न कार्यता निरूपित, तादात्म्यसम्बन्धवच्छिन्न कारणता आश्रयत्वम् इति समवायिकारणत्वम् इति लिखितमासीत्. तत् किञ्चित् मनसि स्थापयामः चेत् अद्यतनवर्गस्य विषयः किञ्चित् तस्मिन् सौलभ्यं भवति. अस्तु. अपि च गते सप्ताहे अपि उक्तं प्रत्यक्षज्ञानम् अपि च अनुमानं, शाब्दबोधम्, उपमानं, स्मरणं, तयोः एकः महान् भेदः अस्ति प्रत्यक्षज्ञानस्थले. प्रत्यक्षज्ञानं कदा भवति? यदा विषयेन सह इन्द्रियसन्निकर्षः भवति. इत्युक्ते विषयः, ज्ञानस्य विषयः ज्ञानसमये वर्तमानः भवेत्, तस्मिन् समये उपस्थितः भवेत्, इन्द्रियक्षेत्रे भवेत्. किन्तु अनुमानस्थले तथा तादृशनियमः नास्ति. किमर्थम् इत्युक्ते बह्नी आसीत् इति अपि ज्ञानम् अस्ति चेत्, क्षम्यतां, धूमः आसीत् इति अपि ज्ञानम् अस्ति चेत् वह्निः आसीत् इति अनुमानज्ञानं साधु भवति. यद्यपि धूमः अस्मिन् समये ज्ञानसमये वर्तमानः नास्ति इति प्रत्यक्षज्ञानम् एकस्मिन् पक्षे अस्ति, अन्ये प्रमाणानि अन्यपक्षे इति चिन्तयितुं शक्नुमः. तस्मिन् विषये प्रश्नः अस्ति वा? नो चेत् अग्रे सरेम. तस्मिन् पञ्चचत्वारिंशदधिक एकशततमे पुटे तथा च सन्निकर्षः, तथा आरभ्य शुकवन् महोदय पठितुमिच्छति वा? हा, पठामि महोदय. तत्र सम्बन्धं वर्तमानं हि गृह्यन्ते चक्षुरादिना इत्यनेन इति शीर्षकमस्ति किल? सूत्रस्य तस्मिन् विषये चर्चितं वा? सम्बन्धं वर्तमानं हि गृह्यते चक्षुरादिना, आम् इति प्रायः तावत्पर्यन्तं पठितवन्तः इति अहं चिन्तयामि. ततः अग्रे, तथा च सन्निकर्षः इव घटादिविषयोऽपि स्वप्रत्यक्षस्य नियतपूर्ववृत्ती भवतीति सोऽपि स्वप्रत्यक्षं प्रति भवति कारणम्. इदानीं कथं पठामः महोदय? प्रत्येकं वाक्यं वा, नो चेत् सम्पूर्णपरिच्छेदं पठित्वा तदनन्तरं वा? अस्माकं वर्गे सम्पूर्णपरिच्छेदं पठित्वा खण्डशः. अस्तु, प्रतिवाक्यं. अस्य च प्रत्यक्षस्य ज्ञानरूपत्वेन तस्य समवायीकारणं भवति आत्मा. असमवायीकरणम् आत्ममनः संयोगः. निखिलज्ञानं प्रति च अयम् आत्ममनः संयोगः एव असमवायीकारणं, निमित्तकारणं भवति घटः. पुनः पङ्क्तिशः, तथा च सन्निकर्षः इव घटादिविषयः अपि स्वप्रत्यक्षस्य नियतपूर्ववृत्ती भवति इति सोऽपि स्वप्रत्यक्षं प्रति भवति कारणम्. इदानीं स्वप्रत्यक्षं स्व इत्युक्ते विषयः इति अहं चिन्तयामि. विषयस्य प्रत्यक्षं प्रति सन्निकर्षः इन्द्रियविषयमध्ये सन्निकर्षः सन्निकर्षस्य नियतपूर्ववृत्तित्वं भवेत्. नियतपूर्ववृत्तित्वम् इत्युक्ते कार्यादिकरणे भवेत् इत्युक्ते विषये सन्निकर्षः भवेत् ज्ञानस्य पूर्वक्षणे भवेत् इति अस्ति भवेत् पूर्ववृत्ति भवति इति अस्ति इति कृत्वा सन्निकर्षः अपि प्रत्यक्षज्ञानं प्रति कारणं भवति इत्येव महोदय किल सन्निकर्षः कारणं तु अस्ति सन्निकर्षः इव घटस्वयमपि ओ घटः घटस्व इत्युक्ते घटः विषयः यथा सन्निकर्षः भवेत् तथा एव घटमपि विषयः अपि स्वप्रत्यक्ष पूर्वं भवेत् इति सो अपि स्वप्रत्यक्षं प्रति कारणं घटः अपि यथा सन्निकर्षः कारणमस्ति तथा विषयः अपि कारणं भवति स्वप्रत्यक्षस्य कारणं भवति इति सत्यम् अस्य च प्रत्यक्षस्य ज्ञानरूपत्वेन तस्य समवायीकारणं भवति आत्मा हा वयं जानीमः ज्ञानम् इति आत्मगुणः इति नैयायिकानां सिद्धान्तः ज्ञानं तु आत्मनि समवायेन समवायसम्बन्धेन तिष्ठति इति कृत्वा अधिकरणत्वेन आत्मा समवायीकारणं भवति प्रत्यक्षं तु ज्ञानरूपम् इति कृत्वा आत्मा प्रत्यक्षस्य प्रत्यक्षज्ञानस्य समवायीकारणं भवति इति असमवायीकारणम् आत्ममनस्संयोगः तत्र एतदपि वयं जानीमः मनः इति द्रव्यम् अस्ति द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवितुम् अर्हति इत्यपि वयं जानीमः मनसः आवश्यकम् अस्ति प्रत्यक्षस्य मनः तत्र नास्ति चेत् प्रत्यक्षं न भवति इति कृत्वा आत्ममनयोः संयोगः भवेत् प्रत्यक्षज्ञानार्थम् इदानीम् आत्मा अपि च मनः द्वयमपि द्रव्यम् इति कृत्वा तयोः मध्ये संयोगः एव भवति इति कृत्वा आत्ममनसंयोगः असमवायीकारणं भवति प्रत्यक्षज्ञानं प्रति इति तत्र प्रथमविधं वा द्वितीयविधः समवायीकारणं वा इति अहं चिन्तयन् अस्मि इदानीं किं चिन्तयति भवान् इदानीं तत्र प्रथमविधमेव ज्ञानं तु आत्मनि अस्ति संयोगः तु अपि आत्मनि अस्ति इति कृत्वा कार्येण सह समवेतम् इति कृत्वा प्रथमविध असमवायिकारणं भवति निखिलज्ञानं प्रति च अयम् आत्ममनसंयोगः एव असमवायिकारणं निखिलज्ञानम् इत्युक्ते सर्वेषां ज्ञानानां प्रति आत्ममनसंयोगः असमवायिकारणं भवति आत्मा तु ज्ञानस्य अधिकरणम् इति कृत्वा यत्र यत्र ज्ञानं भवति तत्र तत्र आत्मा भवेत् समवायिकारणरूपेण अपि च आत्ममनसंयोगः अपि तत्र भवेत् इति कृत्वा निखिलज्ञानम् इत्युक्ते सर्वेषां ज्ञानानां प्रति आत्ममनसंयोगः असमवायिकारणं भवति इत्युक्ते तत्र आत्मा समवायिकारणं भवति आत्ममनसंयोगः असमवायिकारणं भवति इदानीं विषयः अपि कारणम् इति प्रथमवाक्ये अस्माभिः दृष्टं तत् कीदृशकारणम् इति चेत् समवायिकारणमपि न भवितुमर्हति असमवायिकारणमपि न भवितुमर्हति इति कृत्वा किन्तु तथापि तत् कारणम् इत्यत्र किमपि सन्देहः नास्ति इति कृत्वा तत् निमित्तकारणम् एव भवति इति घटस्य अस्मिन् उदाहरणे घटस्य प्रत्यक्षं प्रत्यक्षज्ञानम् आत्मनि जायते इत्यस्मिन् सन्दर्भे घटः ज्ञानस्य विषयः निमित्तकारणं भवति इति. सत्यं सम्यक् महोदय. प्रश्नः अस्ति वा केनापि? महोदय, मया सम्यक् न अवगतम् इत्युक्ते ज्ञानम् आत्मनि समवायि समवायि सम्बन्धेन अस्ति. ज्ञानम् आत्मनि समवायिसम्बन्धेन अस्ति. समवाय अस्तु, समवायसम्बन्धेन अस्ति. अतः ज्ञानम् आत्मनि समवेतम्. अतः कार्यं किम् अस्ति? कार्यं ज्ञानं वा? हा, कार्यं ज्ञानं. कार्य अधिकरणम् आत्मा. सत्यं. मनः तत्र मनः अपि आत्मनि अस्ति, किन्तु आत्मनि मनः मध्ये संयोगसम्बन्धः. आत्मनसंयोगः अस्ति. सत्यं. मनः आत्मनि अस्ति इति न वक्तुं न वक्तव्यम्. आत्मा इति भिन्नद्रव्यं, मनः इति भिन्नद्रव्यम्. अनयोः मध्ये यत् संयोगः अस्ति तत् द्विनिष्ठः इति कृत्वा आत्मनि अपि संयोगः अस्ति. संयोगः इति गुणः अस्ति. अस्तु, इदानीम् आत्मनसंयोगः आत्मनि अस्ति, अपि च ज्ञानम् आत्मनि अस्ति इति कृत्वा कार्येण सह समवेतम् इत्यनेन असमवायि प्रथमविधः असमवायिकारणं भवति. अस्तु, किं प्रश्नः किम् प्रश्नः पृष्टो वा? न, इत्युक्ते तत्र सम्पूर्णतया न अवगतं कथं प्रथमविध असमवायिकारणम्. अतः पुनः स्पष्टीकरणम् अभवत्. भवती किं कार्यं ज्ञानम् इति उक्तवती. कार्याधिकरणम् आत्मा. आम्. ज्ञानम् आत्मनि समवेतः भवती उक्तवती. आत्ममनसंयोगः कुत्र अस्ति? आत्मनि अस्ति, मनसि अपि अस्ति, संयोग द्विनिष्ठः. कार्यं ज्ञानम् आत्मनि, तर्हि संयोगः कार्येण सह आत्मनि अधिकरणे अस्ति. कार्यमपि आत्मनि अस्ति, संयोगः अपि आत्मनि अस्ति. कार्येण सह एकस्मिन् अर्थे एकस्मिन् अधिकरणे यत् अस्ति तत् प्रथमविध असमवायकारणम् इति महोदयेन उक्तं. सत्यम्. अस्तु महोदय, इदानीम् अवगतं. महोदय, एक अन्य प्रश्नः अस्ति. यदि इन्द्रियविषयोः सन्निकर्षः भवति तत् पुनः मनसि आगच्छति, रैट्? सो इन्द्रिय इन्द्रियमनः अपि तयोः मध्ये संयोगः भवति. तदनन्तरं मन आत्मनि संयोगः आगच्छति. क्रमः अस्तु अस्तु, तस्य स्पष्टीकरणार्थं मध्ये मनसः किं कः मनः मध्ये आगच्छति. सत्यम्. अस्तु अस्तु, शुकुमारी अग्रे पठति वा? यद्यपि हा पठामि महोदय. यद्यपि केनचित् परम्परासम्बन्धेन घटमात्मनि नीत्वा घटस्य तत्प्रत्यक्षस्य च सामानाधिकरण्यं सम्पादयितुं शक्यं, तथापि तु लाघवा अनुरोधेन घटान्तर्भावेनैव कार्यकारणयोः सामानाधिकरणम् उच्यते. घटः सामानाधिकरण्यम् उच्यते. घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति. अत्र कार्यं घटप्रत्यक्षं, कारणं घटः. कार्यतावच्छेदकसम्बन्धः विषयता, कारणतावच्छेदकसम्बन्धः तादात्म्यम्. यद्यपि केनचित् परम्परासम्बन्धेन घटम् आत्मनि नीत्वा घटस्य तत्प्रत्यक्षस्य च सामानाधिकरण्यं सम्पादयितुं शक्यम् इति अत्र घटः अन्यस्मिन् देशे वर्तते. आत्मघटयोः मध्ये केनचित् परम्परासम्बन्धेन तत्र सम्बन्धः कार्यं करणीयं भवति, घटस्य तत्प्रत्यक्षस्य च सामानाधिकरण्यं सम्पादयितुं शक्यं. सामानाधिकरण्यम् आत्मनि सम्पादयितुं शक्यं केनचित् परम्परासम्बन्धेन इति अस्ति. तथापि लाघव अनुरोधेन घटान्तर्भावेन एव कार्यकारणयोः सामानाधिकरण्यम् उच्यते. न अवगतं महोदय. किमस्ति यत् भवता उक्तं किञ्चित् परम्परासम्बन्धेन घटम् आत्मनि तत्र साधयितुं शक्यते, घटस्य तत् प्रत्यक्षस्य सामानादिकरण्यं साधयितुं शक्यते इति. कथमित्युक्ते घटः विषयः अस्ति, ज्ञानं विषयिणी अस्ति, तत्र घटः ज्ञाने विषयिणी विषयसम्बन्धेन अस्ति, ज्ञानम् आत्मनि समवायसम्बन्धेन अस्ति, तर्हि विषयितासम्बन्ध विषयिता स्वविषयिता संयोग समवायसम्बन्धेन परम्परासम्बन्धेन ज्ञानं घटः आत्मनि तत्र नेतुं शक्यते किञ्चित् परम्परासम्बन्धेन. किन्तु तत्र लाघवं नास्ति. लाघवविषये घट अन्तर्भव इत्युक्ते घटम् उपयुज्य घटे एव समानादिकरण्यं साधयामः चेत् तत्र लाघवं भवति इति अस्य वाक्यस्य मूलार्थम्. ओ घटे अन्तर्भाव घट अन्तर्भूतः घटमुपयुज्य घटे घटम् अन्तर्भावेनैव कार्यकारणयोः इत्युक्ते तत्र साक्षात् घटः इत्यत्र सामानाद्यकरण्यं सम्पादयति चेत् लाघवं भवति इति. घट एव अधिकरणम् इदानीम् आम् आम् अग्रे अग्रे यदुच्यते तत्र घटः अधिकरणम् इति विचिन्त्य अवगन्तुं शक्यते. अस्तु. घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति. घटः स्वस्मिन् तादात्म्येन तिष्ठति इति वयं जानीमः. घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति. आम् तत्र घटः प्रत्यक्षस्य विषयम् इति कृत्वा घटज्ञानयोः मध्ये विषयतासम्बन्धः अस्ति. घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति. घटः तु स्वप्रत्यक्षं प्रति निमित्तकारणम् इति पूर्वस्मिन् परिच्छेदे अस्माभिः पठितम्. अत्र कार्यं घटप्रत्यक्षं सत्यं, कारणं घटः. घटप्रत्यक्षम् इति घटप्रत्यक्षज्ञानम् इति कारणं कार्यं, कारणं निमित्तकारणं तु घटः. कार्यता अवच्छेदकसम्बन्धः विषयता. आम् कारणता अवच्छेदकसम्बन्धः तादात्म्यम्. आम् घटः स्वस्मिन् तादात्म्येन स्थित्वा घटप्रत्यक्षं प्रति कारणं भवति इति कृत्वा कारणतावच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. इदानीं घटप्रत्यक्षम् इति कार्यं, कार्यतावच्छेदकसम्बन्धः तु विषयता सम्बन्धः भवति इति अस्ति. एव अस्ति. प्रश्नः अस्ति वा? अत्र अग्रिमे पुटे एकं चित्रम् अस्ति. उपरि दक्षिणपुटे उपरि दक्षिणभागे चित्रम् 1070 70-100 चित्रे तत्र एकनिमिषं पश्यन्ति चेत् चित्रेण किञ्चित् सरलं भवति. अत्र घटः अधिकरणम् अस्ति मध्ये, दृश्यते वा? घटप्रत्ययक्षयोः कार्यकारणभावः इति अस्ति. कारणं घटः अस्ति दक्षिणभागे, कार्यं घटप्रत्यक्षम् इत्युक्ते घटज्ञानम् अस्ति वामभागे, घटः अधिकरणं तत्र कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः, कार्यता अवच्छेदकसम्बन्धः विषयतासम्बन्धः. तस्मादत्र वाक्यं लिखितमस्ति, घटः तादात्म्येन स्वस्मिन् स्थित्वा घटाधिकरणे विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति इति वदामश्चेत् तत्र आत्मा नास्ति इति कृत्वा तत्र लाघवं भवति इति एकविधः चिन्तनं तस्य तस्य महत्त्वम् अग्रे आगच्छति इति मुख्यविषयः एषः अस्मिन् परिच्छेदे यत् अस्ति तत् किञ्चित् मुख्यविषयः अस्ति अग्रे यत् आगच्छति तस्य अवगमनार्थं प्रश्नः अस्ति वा अस्मिन् परिच्छेदे केनापि एकमेव प्रश्नः महोदय घटप्रत्यक्षम् इति ज्ञानं वा ज्ञानस्य विषयः वा किं समीचीनं भवति प्रत्यक्षम् इत्युक्ते ज्ञानमेव घटप्रत्यक्षम् इत्युक्ते घटज्ञानं घटज्ञानम् अस्तु घटज्ञानं घटः तत्र विषयः ज्ञानस्य घटः विषयः घटप्रत्यक्षम् इति ज्ञानम् अस्तु सत्यम् अन्यप्रश्नः अस्तु अग्रे रामप्रिया भगिनी पठति वा तथा च अग्रिमे इदानीं विषयः अस्ति तत्र समवायिकारणस्य दलसार्थक्यम् इत्युक्ते लक्षणवाक्यम् अस्ति तत्र दलत्रयं वा द्वयं वा किमपि अस्ति तस्य प्रतीकस्य दलस्य अंशस्य किं सार्थक्यम् अवश्यं वा इति चिन्तनम् अस्तु अग्रे भगिनि तथा च प्रकृतसमवायिकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्ध अवच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता इत्येव लक्षणे सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः कार्यता अवच्छेदः कः यः कश्चित् सम्बन्धः विषयतासम्बन्धः गृह्यते तदवच्छिन्नघटप्रत्यक्षनिष्ठकार्यतानिरूपिततादात्म्यसम्बन्ध अवच्छिन्नकारणता निमित्तकारणे घटे अस्ति इति लक्षणे अतिव्याप्तिः समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु तत्र कार्यतायाः विषयतासम्बन्धेन अवच्छिन्नत्वात् न सा धर्तुं शक्या इति न अतिव्याप्तिः अत्र समवायिकारणलक्षणवाक्यं यदस्ति तत्र कार्यतायां समवायसम्बन्ध अवच्छिन्न इति यदा तद् दलं त्यजामः चेत् किं भवति कुत्र अतिव्याप्तिः भवति इति दत्तमस्ति एकवारं लक्षणवाक्यं वदतु तत्र समवायिकारणलक्षणवाक्यम् इत्युक्ते स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति सत्यं किन्तु तत्र भिन्नरीत्या वदामः चेत् केन सम्बन्धेन कार्यता अवच्छिन्नः भवति केन सम्बन्धेन कारणता तु तादात्म्यसम्बन्धेन अवच्छिन्ना भवति कार्यता तु समवायसम्बन्धेन अवच्छिन्ना भवति इति दलद्वयम् इति मनसि निधाय पठतु भगिनि इदानीं वयं कार्यतायां तत् समवायसम्बन्धः इति दलं त्यजामः चेत् किं भवति इत्युक्ते किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति आगच्छति तत्र किञ्चित् इति आगच्छति यः कोऽपि सम्बन्धः इति तत्र किं भवति इत्युक्ते घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः आगच्छति इत्युक्ते वयं पूर्वं दृष्टवन्तः निमित्तकारणं घटः इति निमित्तकारणं भवति घटः इति तत्र एव अतिव्याप्तिः आगच्छति कथमिति अग्रे उच्यते अस्ति वा कार्यता अवच्छेदकः यः कश्चित् सम्बन्धः विषयतासम्बन्धः गृह्यते यदा कार्यता अवच्छेदकः किम् इति न वदामः केन सम्बन्धेन इति न वदामः चेत् तत्र विषयतासम्बन्धः अपि गृह्यते तत्र किं भवति इत्युक्ते तद् अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता निमित्तकारणे घटे अस्ति इति लक्षणे अतिव्याप्तिः तद् इत्युक्ते यः कश्चित् सम्बन्धः इति यदा स्वीकुर्मः अस्मिन् सन्दर्भे तदित्युक्ते किम्? अस्मिन् उदाहरणे अस्मिन् सन्दर्भे विषयतासम्बन्धः अस्मिन् सन्दर्भे विषयता यत् किञ्चित् सम्बन्धः अस्ति तत्र उदाहरणत्वे विषयतासम्बन्धः स्वीकुर्मः तर्हि तदित्युक्ते अत्र विषयतासम्बन्धः विषयतासम्बन्धः अवच्छिन्न घटप्रत्यक्ष निष्ठकार्यता तद् निरूपितका तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति तत्तु निमित्तकारणे घटे अस्ति इति तत्र लक्षणे इत्युक्ते समवायसम्बन्ध समवायिकारणलक्षणे अतिव्याप्तिः आगच्छति. कथमिति अवगतम्? यत्र चित्रे दर्शितं तत्र घटं प्रति गच्छति विषयतासम्बन्धः वदामः चेत् किन्तु वयं जानीमः समवायिकारणं ज्ञानस्य तु किम् अस्ति अत्र ज्ञानस्य अत्र तु विषयतासम्बन्धः इति अस्ति यदा वस्तुतः किम् अस्ति वस्तुतः समवायसम्बन्धः इति यदा लक्षणवाक्यम् इत्युक्ते समवायिकारणस्य लक्षणवाक्यम् इत्युक्ते समवायसम्बन्धः इत्येव भवेत् किल परन्तु इदानीं विषयतासम्बन्धः गृह्यते यदा यत् किञ्चित् इति स्वीकुर्मः चेत् सत्यं किन्तु वस्तुतः ज्ञानस्य समवायिकारणं किम् आत्मा इति भवेत् किन्तु अत्र किञ्चित् सम्बन्धः वदामश्चेत् तत्र विषयतासम्बन्धः स्थापयामः चेत् घटं प्रति गच्छति घटे अलक्ष्ये गच्छति अवगतं तस्मात् अतिव्याप्तिः वयं जानीमः घटं तु निमित्तकारणमस्ति विषयसम्बन्धः तत्र अस्माभिः न अपेक्षते न इष्टं तदर्थं घटे अतिव्याप्तिः अवगतम् इत्युक्ते अस्मिन् परिच्छेदे महोदय समवायी कारणस्य लक्षणस्य तूलनम् इत्येव अस्ति किल आम् तत्र प्रथमदलस्य एकस्य कार्यता अवच्छेदकसम्बन्धस्य दलम् आवश्यकं वा इति किन्तु अत्र समवायीकारणम् आत्मा इत्यस्मिन् लक्षणे समवायसम्बन्धः त्यजामश्चेत् घटप्रत्यक्षनिमित्तकारणे अतिव्याप्तिः भवति घटे अतिव्याप्तिः भवति इति किन्तु अत्र समवायकारणं साधारणलक्षणवाक्यं स्वीकृतं तत्र ज्ञानमिति उदाहरणं आमामाम् इदानीं ज्ञानस्य समवायिकारणं तु आत्मा एव भवति किल तत् किन्तु एकम् अप्लिकेशन् अस्ति समवायकारणं बहवः सन्ति किल बहूनि सन्ति समवायकारणानि इदानीं चिन्तनं तु ज्ञानस्य विषये एव प्रत्यक्षः प्रत्यक्षम् इत्यादिकं तद् उदाहरणं स्वीकृत्य समवायसम्बन्धस्य साधारण समवायिकारणस्य सामान्यलक्षणे एकम् उदाहरणं स्वीकृत्य ओ अत्र अतिव्याप्तिः भवति किञ्चित् सम्बन्धः वदामः चेत् अन्य किमपि सम्बन्धः आगन्तुं शक्नोति किल अस्मिन् उदाहरणे विषयता सम्बन्धः किन्तु समवायसम्बन्धः इति न वदामश्चेत् अन्यद् उदाहरणे अन्य किमपि सम्बन्धः आगतुं शक्नोति आमां विषयता इत्युक्ते अत्र उदाहरणम् अस्मिन् सन्दर्भे विषयता सम्बन्धः इति निधाय कलसार्थक्यं अत्र प्रथमवाक्ये अस्मिन् परिच्छेदे महोदय तथा च प्रकृतसमवायीकारणलक्षणे इति दत्तमस्ति किल प्रकृतम् इत्युक्ते यद् इदानीं वयं चिन्तयन्तः स्मः तत्र तस्य समवायिकारणं ज्ञान प्रत्यक्षज्ञानस्य समवायिकारणं भवति आत्मा इति प्रकृतसमवायीकारणस्थले कार्यतायां समवायसम्बन्धावच्छिन्न अनुपादेन तत्र समवायसम्बन्धः त्यजामश्चेत् घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः भवति तर्हि आत्मा तस्य अपेक्षया यदि घटः स्वीकुर्मश्चेत् घटकपाल इति स्वीकुर्मश्चेत् तत्र भिन्नरीत्या वक्तव्यं भवति भिन्न उदाहरणं भिन्नसम्बन्धः स्वीकर्तुं भवति किन्तु अत्र समवायकारणस्य लक्षणवाक्ये एव चिन्तनम् इत्युक्ते अत्र आत्मा एकम् उदाहरणम्, अन्य किमपि घटं स्वीकुर्मश्चेत् तत्र किञ्चित् भिन्न सत्यं सत्यं, किन्तु प्रकृतसमवायिकारणलक्षणे इति इत्यत्र एव इदानीम् अस्माकं चिन्तनमस्ति दलसार्थकं. प्रकृतसमवायिकारणलक्षणे, प्रकृतसमवायिकारणम् इत्युक्ते आत्मा एव तस्य लक्षणे. भवतु महोदय, मम चिन्तनमस्ति प्रकृतमित्युक्ते समवायिकारणलक्षणं यत् चिन्तनं कुर्मः, सामान्यसमवायिकारणं किमर्थं चेत् तत्र वाक्यं किम् अस्ति, कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व, कुत्रापि तद् भवितुम् अर्हति. किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित, तदपि सम्बन्ध अवच्छिन्न कारणता इति. अस्तु, सामान्यलक्षणं किम् अस्ति, समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित, तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति सामान्यलक्षणं समवायकारणस्य. न आत्मापि तत्र एकं स्थलं, घटः अपि तत्र एकं स्थलं, किन्तु द्वयो उभयत्र कारणलक्षणं तु समानम् इति मम चिन्तनम्. अस्तु, भवतु. अस्तु, अग्रे भगिनि. समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु तत्र तत्रत्य कार्यतायाः विषयतासम्बन्धेन अवच्छिन्नत्वात् न सा धर्तुं शक्या इति न अतिव्याप्तिः. यदा वयं समवायसम्बन्ध अवच्छिन्न त्वम् इति दलं योजयामः चेत् तत्र तत्रत्य कार्यतायाः इत्युक्ते तत्र यदा समवाय सम्बन्धः इति कार्यता अवच्छेदकं भवति तत्र विषयतासम्बन्धेन अवच्छिन्नत्वात् इति न भवति इति, तत्र अतिव्याप्तिः न भवति इति. सा धर्तुं शक्या, धर्तुम् इति धरितुम् इति वा, न तत् न तिष्ठति इति, न तिष्ठति, अतिव्याप्तिः न तिष्ठति. सम्बन्धचिह्नत्वं तत्र निवेशयामः चेत् वदामः चेत् तत्र विषयतासम्बन्धन् विषयसम्बन्धः भिन्नसम्बन्धः, तेन अवच्छिन्नत्वात् तत् न तिष्ठति इति अतिव्याप्तिः निवार्यते. अस्तु, अस्मिन् परिच्छेदे प्रश्नः अस्ति वा? अग्रे भगिनी, द्वितीयदलं समाप्य भगिनी. आम् आम्, कारणतायां तादात्म्यसम्बन्ध अवच्छिन्नत्व अनुपादाने प्रथम असमवायिकारणे अतिव्याप्तिः. कपालद्वयसंयोगः घटं प्रति असमवायिकारणं, सः समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति आवेदितमेव सङ्ख्यानिरूपणे. तत्र हि कार्यता अवच्छेदकसम्बन्धः समवायः, कारणता अवच्छेदकसम्बन्धोऽपि स एव. एवं च समवायसम्बन्ध अवच्छिन्नकारणता कारणताम् आधाय अतिव्याप्तिः. तादात्म्यसम्बन्ध अवच्छिन्नत्वनिवेशे तु न कपालद्वयसंयोगनिष्ठकारणता तादात्म्य अवच्छिन्ना, किन्तु समवाय अवच्छिन्ना इति न अतिव्याप्तिः. यदा इदानीं द्वितीय दलं कारणतायां तादात्म्यसम्बन्ध अवच्छिन्नत्वम् इति दलं त्यजामः चेत् किं भवति इत्युक्ते असमवायिकारणे अतिव्याप्तिः भवति. प्रथमविध असमवायिकारणस्य उदाहरणम् अत्र दत्तमस्ति. यदा कपालद्वयसंयोगः स्वीकुर्मः चेत् कपालद्वयसंयोगः कपालद्वयसंयोगः समवायेन कपाले तिष्ठ्वा समवायेन घटं जनयति इति असमवायिकारणं. कपालद्वयसंयोगः घटं प्रति असमवायिकारणं तदेव दत्तमस्ति इति सङ्ख्यानिरूपणे वयं दृष्टवन्तः. अत्र कार्यता अवच्छेदकसम्बन्धः तु समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः एव. अत्र यदा वयं तादात्म्यसम्बन्ध अवच्छिन्नत्वम् इति त्यजामः चेत् तत्र यत्किमपि सम्बन्धः इति आगच्छति इत्युक्ते तत्र प्रथमविध असमवायिकारणे अतिव्याप्तिः तत्र आगच्छति. तदेव दत्तम् इति चिन्तयामि. किञ्चित् सम्बन्धः तस्य स्थाने समवायसम्बन्धः भवतु इति भवितुमर्हति. तर्हि प्रथमविध असमवायिकारणे अत्र व्याप्तिः भवति, यतोहि तत्र उभयत्र समवायसम्बन्धः, कार्यतावच्छेदकः अपि च कारणतावच्छेदकः, उभयत्र समवायसम्बन्धः. किं तद् भिन्न भिन्न स्थले गच्छति, तत् न तत् न अस्माभिः इष्टम्. अतः तादात्म्यसम्बन्ध अवच्छिन्नत्वा निवेशे यत् तद्दलं योजयामः चेत् कपालद्वयसंयोगनिष्ठकारणता तादात्म्य अवच्छिन्ना, किन्तु समवाय अवच्छिन्ना इति तत्तु तादात्म्येन अवच्छि तादात्म्या अवच्छिन्ना किन्तु समवाय अवच्छिन्ना इति अतिव्याप्ना अतिव्याप्तिः. कपालद्वयसंयोगः तु समवायेन अवच्छिन्ना भवति, अतः तत्र अतिव्याप्तिः न आगच्छति यदा तादात्म्य अवच्छिन्ना इति योजयामः चेत्. अस्मिन् उदाहरणे अस्माभिः किम् अपेक्षितम्? अस्मिन् उदाहरणे घट उदाहरणे कारणता अवच्छेदकसम्बन्ध कारणं किम् अस्ति अत्र समवायिकारणं किम्? कपालद्वयसंयोग तत् उदाहरणे किल कपालद्वयसंयोगः इति कारणं, घटम् इति कार्यम्. कपालः स्वस्मिन् तादात्म्येन स्थित्वा स्वस्मिन् घटं जनयति इति कपालः एव अत्र तादात्म्यसम्बन्ध अवच्छिन्न कारणतावचेत् तत्र अस्माभिः अपेक्षितं. किन्तु तादात्म्यसम्बन्ध इति न वदामः चेत् समवायसम्बन्धः तस्मिन् स्थाने आगच्छति चेत् संयोगः आगच्छति कारणं, किन्तु न इष्टं तत् कपाल अस्माभिः इष्टम् अस्मिन् सन्दर्भे. कपालः एव घटस्य प्रथम समवायिकारणं, कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति. किन्तु न वदामः चेत् तादात्म्यसम्बन्धः, तर्हि तत्र समवायसम्बन्धः अस्ति भवितुम् अर्हति, तथा कारणं कपालद्वयसंयोगं प्रति गच्छति, किन्तु तत् असमवायिकारणम् अस्ति न समवायिकारणं. तदर्थं कपालद्वय महोदय किं भवान् किं चिन्तयति? अत्र इदानीम् असमवायीकारणम् इदानीं ज्ञानस्य असमवायीकारणं किम्? आत्ममनसंयोगः. आत्ममनसंयोगे एकनिमिषम् अत्र तत्र एतावत् किं केवलं समवायीकारणस्य लक्षणवाक्यम्, असमवायीकारणस्य अग्रे आगच्छति महोदय. न न एत अस्मिन् यद् इदानीं पठितं तत्र असमवायीकारणमेव इदानीं. न न समवायिकारणलक्षणे तादात्म्यसम्बन्ध अवच्छिन्नकारणता न वदामः चेत् इति अस्ति, तर्हि अतिव्याप्तिः भवति कपालद्वयसंयोगे, इत्युक्ते असमवायिकारणे अतिव्याप्तिः. आम् सत्यं सत्यं द्वितीयदलं समवायिकारणस्य द्वितीयं दलं किम् अस्ति? तादात्म्यसम्बन्ध अवच्छिन्नकारणता इति तद् तद्दलं तत्र तद् न वदामः चेत् तत्र तादात्म्यसम्बन्धः न वदामश्चेत् कपालद्वयसंयोगे अतिव्याप्तिः भवति. तादात्म्यसम्बन्धस्य स्थाने समवायसम्बन्धः भवतु नाम, तर्हि तत्र कपालसंयोगं प्रति गच्छति तत्र कपालद्वयसंयोगे अतिव्याप्तिः भवति तादात्म्यावच्छिन्नसम्बन्धं न वदामश्चेत् कारणतत्सम्बन्धं समवायकारणे अतिव्याप्तिः अस्ति सत्यम्. आम् आम् अन्य प्रश्नः अस्ति वा? अस्तु इति एतावता समवायिकारणस्य लक्षणद्वयस्य दलसार्थक्यं विवृतं चिन्तितम्. अस्तु अग्रे लक्ष्मी भगिनी पठितुमिच्छति वा? इदानीं असमवायि प्रथमवेद असमवायिकारणस्य दलसार्थक्यम् अस्तु. अस्तु द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम् आद्यमसमवायीकारणं आद्यम असमवायिकारणं समवायेन समवायेन समवायीकरणे स्थित्वा समवायेन कार्यम् उत्पादयति. इह कार्यतायां कारणतायां च अवच्छेदकसम्बन्धः समवायः तथा च समवायसम्बन्धा अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्धा अवच्छिन्नकारणता आश्रयत्वं प्रथम असमवायीकारणत्वम्. अत्र कार्यतायां समवायसम्बन्धा अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता इति लक्षणं स्यात्. तथा सति घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः. अस्तु, इदानीम् अस्मिन् परिच्छेदे प्रथमविध असमवायीकारणं लक्षणवाक्यं स्वीकृत्य तत्र दलद्वय प्रथमदलस्य आवश्यकता किमर्थमिति वदति इति अहं चिन्तयामि. आद्यम असमवायीकारणं समवायेन समवायीकारणे स्थित्वा समवायेन कार्यम् उत्पादयति. अस्तु, प्रथमविध असमवायीकारणम् इत्युक्ते कार्यं कार्याधिकरणे समवायेन स्थित्वा समवायेन न तत् कारणं समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति इति प्रथमविध असमवायीकारणम्. अत्र इह कार्यतायां कारणतायां च अवच्छेदकसम्बन्धः समवायः. अत्र अत्र कार्यतायामपि कारणतायामपि सम्बन्धः अस्ति, अवच्छेदकसम्बन्धः अस्ति समवायः. इत्युक्ते पूर्वं दृष्टवन्तः पूर्वस्मिन् परिच्छेदे दृष्टवन्तः समवायसम्बन्ध अवच्छिन्ना कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति समवायकारणस्य लक्षणवाक्यं. तत्र कार्यता अवच्छेदकसम्बन्धः समवायः, कारणता अवच्छेदकसम्बन्धः तादात्म्यम्. अत्र प्रथमविध असमवायीकारणे कार्यता अवच्छेदकसम्बन्धः अपि च कारणता अवच्छेदकसम्बन्धः द्वयोपि समवायसम्बन्धः एव. लक्षणवाक्यं भवति तथा च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं प्रथम असमवायीकारणत्वम् अस्ति. यदि घट उदाहरणं घटनिर्माण उदाहरणं स्वीकुर्मः चेत् तत्र कपालद्वयसंयोगः कपाले कपालद्वयसंयोगः कारणं संयोगः कपाले समवायेन स्थित्वा समवायेन घटम् उत्पादयति. अतः एव कपालद्वयसंयोगः प्रथमविध असमवायीकरणं समवायसम्बन्धेन अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति प्रथमविध असमवायीकरणं भवति. तत् अत्र कार्य अस्तु अस्तु अत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति लक्षणं स्यात्. यदि वयं प्रथमदलं यत्र कार्यतायां समवायसम्बन्ध इति पदं निष्कास्य यदि वयं किञ्चित् सम्बन्ध इति वदामः चेत् तत्र किञ्चित् सम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति वदामः चेत् तदानीं घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः भवति. किं महोदय कथम् इति अग्रे अग्रे आगच्छति कथं घटरूपे इति अग्रे एतावत् किम् उक्तम् इत्युक्ते तत्र एवं वदामः चेत् किञ्चित् सम्बन्धावच्छिन्न इति वदामश्चेत् तत्र अतिव्याप्तिः भवति कुत्र घटरूपे कथम् इति अग्रे भगिनी पठतु. प्रश्नः अस्ति वा अस्मिन् परिच्छेदे घटरूपे इत्युक्ते किं महोदय? अग्रे आगच्छति. घटरूपतः वर्णः नास्ति, अतः घट आकारः फार्म्. हा तदेव इत्युक्ते घटरूपे इत्युक्ते अत्र घटमेव. हा सत्यं. हा अस्तु अस्तु. समवायिकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः दर्शिता एव. पूर्वं पठामि वा? अस्तु. तत्र स्वप्रत्यक्षं प्रति यथा घटः निमित्तकारणं भवति तद्वत् एव घटरूपम् अपि भवति निमित्तकारणं. नीरूपाणां द्रव्याणां वायुवादीनां प्रत्यक्षम् अतः एव न भवति. यस्य हि द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननीयं तत्र समवायेन रूप अपेक्षा. एवं च यथा घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति तथा घटरूपमपि समवायेन घटे स्थित्वा विषयतासम्बन्धेन घटप्रत्यक्षं जनयति. इह कार्यता विषयतासम्बन्धा अवच्छिन्न कारणता च समवाय अवच्छिन्ना. तथा च प्रकृत असमवायिकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्धपदेन पूर्ववत् विषयतासम्बन्धं ग्रहीतुं शक्नुमः. तत् अवच्छिन्न घटप्रत्यक्षनिष्ठ कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता प्रत्यक्षनिमित्तकारणे घटरूपे अस्ति इति रूपे अतिव्याप्तिः. कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व उपादाने तु तत्रत्य कार्यता समवायेन न अवच्छिन्ना किन्तु विषयतासम्बन्धेन इति न अतिव्याप्तिः. अस्तु. इदानीं किञ्चित् सरलं भवति. अत्र चित्रमस्ति, 8-1 चित्रं घटः अस्ति अधिकरणं घटरूपम् इति निमित्तकारणं समवायसम्बन्धेन घटरूपम् अस्ति घटप्रत्यक्षमिति कार्यं तत् किञ्चित् मनसि चिन्तयित्वा पङ्क्तिशः वदतु भगिनि समवायकारणलक्षणे. अस्तु. घटरूपं दृष्ट्वा वदामि वा नो चेत् परिच्छेदं पठतु. तत्र मध्ये मध्ये अवश्यं चेत् चित्रं दृष्ट्वा अवगन्तुं शक्यते इति मम कथनस्य आशयः. ओ अस्तु महोदय. अस्तु. समवायिकारणलक्षणे समवायिकारणस्य लक्षणवाक्ये कार्यतासम्बन्ध अवच्छिन्नत्वं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं इति तत्र दलम् आसीत्. यदि तत् दलं न आसीत् चेत् घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः भवति इति पूर्वं दृष्टवन्तः. तस्य कृते चित्रं तथा 7-1 चित्रं तत्र चित्रेण तत् अवगन्तुं शक्नुमः. यदि समवायसम्बन्ध अवच्छिन्न इति न वदामः चेत् किञ्चित् सम्बन्धः इति वदामः चेत् घटप्रत्यक्षं विषयतासम्बन्धेन घटे अस्ति इति घटप्रत्यक्षं प्रति अतिव्याप्तिः भवति यदि तत् दलं नास्ति चेत् कार्यता अवच्छिन्न कार्यतायां सम्बन्ध अवच्छिन्न न वदामः चेत्. इदानीम् असमवायिकारणे प्रथमविध असमवायिकारणे अस्तु तत्र स्वप्रत्यक्षं प्रति यथा घटः निमित्तकारणं भवति तद्वत्तेव घटरूपं भवति निमित्तकारणम्। अस्तु, अस्ति यथा स्वप्रत्यक्षं प्रति घटः निमित्तकारणं भवति तद्वत्तेव यदि एक अष्टाधिक एकशतं चित्रं पश्यामः चेत् तत्र घटरूपम् इति घटरूपं घटे समवायसम्बन्धेन अस्ति तत् कारणं घटप्रत्यक्षं यत् कार्यं तत् घटे विशेषतासम्बन्धेन अस्ति। घटरूपम् अपि घटं प्रति घटरूपम् अपि घटप्रत्यक्षं प्रति निमित्तकारणम् इति अत्र लिखितम्। तथा घटः निमित्तकारणं भवति तथा एव घटरूपमपि घटप्रत्यक्षं प्रति निमित्तकारणं कथमिति अग्रे उच्यते एव निरूपाणां द्रव्याणां तस्मात् आरभ्य। ओ अस्तु अस्तु, निरूपाणां द्रव्याणां वायुवादीनाम् अस्तु वायु इत्यादि द्रव्याणां रूपः नास्ति अतः प्रत्यक्ष अतः प्रत्यक्षम् एव न भवति। रूपरहितस्पर्शवान् वायुः इति स्मरन्तु, वायोः रूपं नास्ति, आकारः नास्ति, फार्म् नास्ति। आम् आम् अस्तु, अत्र घटरूपम् इति रूपमिति गुणः नास्ति महोदय, रूपमेव रूपं केवलम् आकारः एव नो चेत् रूपम् इति गुणः अस्ति वा गुणः अस्ति न जानामि समवायसम्बन्धेन अस्ति अतः गुणः सत्यम् आम् तत्र आकारः इति किमपि द्रव्यं वा गुणं वा इति किमपि नास्ति किल, आकारः तु द्रव्यमेव घटः एव, घटरूपम् इत्युक्ते प्रायः गुणः एव निरूपाणां द्रव्याणां वायुवादीनां प्रत्यक्षम् अतः एव न भवति। यस्य हि द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननीयं तत्र समवायेन रूप अपेक्षा, यस्य द्रव्यस्य प्रत्यक्षज्ञानं भवति तत्र चक्षुरिन्द्रियेण तादृशप्रत्यक्षज्ञानं भवति तत्र रूपम् इति समवाय तत्र रूपम् इति समवायेन रूप अपेक्षा रूपमिति गुणः समवायेन समवायेन द्रव्ये समवायेन रूपम् इति गुणस्य अपेक्षा भवति। पूर्वं एकं लक्षणवाक्यं दृष्टवन्तः किम् अस्ति तत्र स्नेहस्य वा स्नेहस्यापि स्नेहस्य न गुरुत्वं कस्मिन् पुटे कस्मिन् पुटे न अस्तु आम् ओ चक्षुर्मात्र ग्राह्यो गुणं रूपम् अस्तु अतः तत्र चक्षुर्मात्र अस्तु रूपं रूपमिति गुणः समवायेन रूपमिति गुणः भवेत् यदि यदि द्रव्यस्य प्रत्यक्षज्ञानं यदि द्रव्यस्य प्रत्यक्षज्ञानं जननीयं चेत् रूपम् इति गुणः समवायेन द्रव्ये भवेत् इति अपेक्षा भवति। एवं च यथा घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति अत्र चित्रमपि अस्ति विषयतासम्बन्धेन घटप्रत्यक्षम् इति विषयतासम्बन्धेन घटे घटप्रत्यक्षमिति घटः कार्यं जनयति विषयतासम्बन्धेन घटः स्वस्मिन् तादात्म्येन स्थित्वा घटप्रत्यक्षं प्रति कारणं भवति, तथा घटरूपमपि समवायेन स्थित्वा, घटरूपमपि समवायेन स्थित्वा घटे स्थित्वा विषयतासम्बन्धेन घटप्रत्यक्षं जनयति. अस्तु, अस्तु, यथा घटरूपमपि यथा घटः तालात्म्येन स्थित्वा घटप्रत्यक्षमपि प्रति कारणं भवति, तद्वत् एव घटरूपमपि समवायेन घटे स्थित्वा घटप्रत्यक्षं प्रति कारणं भवति. इह कार्यता विषयतासम्बन्ध अवच्छिन्न, कारणता च समवाय अवच्छिन्न. अत्र कारणं घटरूपं समवायसम्बन्धेन समवाय कारणतावच्छिन्नसम्बन्धः समवायसम्बन्धः, कार्यतावच्छिन्नसम्बन्धः विषयतासम्बन्धः, अवच्छेदकसम्बन्धः अवच्छेदकसम्बन्धः विषयतासम्बन्धः, तथा च प्रकृत असमवायिकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने मूलवाक्ये मूल असमवायिकारणलक्षणवाक्ये यदि वयं कार्यतायां समवायसम्बन्धः त्यजामः चेत् किञ्चित् इति वदामः चेत् किञ्चित् सम्बन्धपदेन इति वदामः चेत् पुनः पूर्ववत् विषयतासम्बन्धं विषयतासम्बन्धमपि तत्र ग्रहीतुं शक्नुमः. अतः घटप्रत्यक्षं प्रति अतिव्याप्तिः भवति. कस्य अतिव्याप्तिः? समवायिकारणलक्षणे समवायि प्रथमविध असमवायिकारणलक्षणवाक्ये यदि कार्यता अवच्छिन्नसम्बन्धः समवायसम्बन्धः इति न वदामः चेत् किञ्चित् सम्बन्धः इति तत्र निवेशने तत् घटप्रत्यक्षं प्रति अतिव्याप्तिः भवति. तत्र अतिव्याप्तिः इत्युक्ते अत्र कारणता तत् यदा भवती वाक्यं पठितवती तदवच्छिन्न तस्मिन् वाक्ये कारणतः कुत्र गच्छति? कारणतः घटरूपं प्रति गच्छति. आमामाम् अस्तु. किन्तु अस्माकं लक्ष्यं किं? वयं जानीमः यत् ज्ञानस्य असमवायकारणम् आत्ममनसंयोगः. आमाम् अस्तु. किन्तु अलक्ष्ये घटरूपे प्रति कारणम् इत्युक्ते तत्र गच्छति. किमर्थम्? अत्र विषयतासम्बन्धः अपि भवितुम् अर्हति. तर्हि कारणतः घटरूपं भवितुम् अर्हति, किन्तु तथा नास्ति. अस्तु, तस्मात् अतिव्याप्तिः. अलक्ष्ये घटरूपे गच्छति, यथा पूर्वं समवायकारणे अलक्ष्ये घटे घटं प्रति गच्छति, अत्र कारणतः घटरूपं प्रति गच्छति, किन्तु तथा नास्ति वस्तुतः. ओ अस्तु अस्तु. अत्र मूलवाक्यमस्ति आत्मनसंयोग प्रथमविध असमवायिकारणं आत्मनसंयोगः इति सर्वदा तत्र मनसि तद् भवेत् खलु. अस्मिन् उदाहरणे यतोहि तत्र पूर्णवाक्यं पश्यामः चेत् तत्र किं वदन्ति समवाय यथा आत्मा इति समवायकारणं भवति चेत् समवायसम्बन्ध अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न आत्मनिष्ठकारणता आश्रयत्वं समवायिकारणत्वं. तत्र घटप्रत्यक्षनिष्ठ इति वदामश्चेत् तद् उदाहरणं प्रति गच्छति. आत्मनिष्ठ समवाय तादात्म्यसम्बन्ध अवच्छिन्न वदामश्चेत् तत् तस्मिन् विशेषे तस्मिन् उदाहरणे तत्र निष्ठकार्यता कारणता भवति. किन्तु सामान्यलक्षणवाक्ये केवलं वदामः समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति सामान्यलक्षणम् अस्तु. तत्र यत्र निष्ठः तत्र वक्तुं योजितुं शक्यते उदाहरणे सन्दर्भं दृष्ट्वा. अस्तु, पुनः तत् वाक्यं वदतु महोदय. निष्ठ उपयुज्य अत्र समवायसम्बन्ध अवच्छिन्न कार्यता अस्ति, किन्तु घटप्रत्यक्षज्ञानविषये समवायसम्बन्ध अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यता. अस्तु, अस्मिन् उदाहरणे कार्यता घटप्रत्यक्षनिष्ठम् अस्ति, अपि च कारणता समवायकारणतां कारणं स्वीकुर्मः चेत् तादात्म्यसम्बन्ध अवच्छिन्न आत्मनिष्ठकारणता तु आत्मा एव कारणं समवायिकारणं ज्ञानस्य. महोदय, इदानीं समवायिकारणविषये वदति वा असमवायिकारणविषये? न, केवलम् उदाहरणत्वेन वदामि. तत्र अत्र भिन्नरीत्या वक्तम् अत्र समवायसम्बन्ध अवच्छिन्न किं कारणतानिरूपित किम् आत्मानसंयोगनिष्ठ घटप्रत्यक्षनिष्ठकार्यता निरूपित समवायसम्बन्ध अवच्छिन्न आत्मयोग संयोगनिष्ठकारणता आश्रयत्वम् असमवायिकारणं प्रथमविध असमवायिकारणमिति अस्मिन् उदाहरणे वक्तव्यं. तत्र तत्र उदाहरणं दृष्ट्वा कुत्र नष्टः इति वक्तुं शक्यते. अवगतं वा? तादात्म्यसम्बन्धः कुत्र भवति? तादात्म्यसम्बन्धः समवायिकारणे कारणतावच्छेदकसम्बन्धः. अस्तु अस्तु. प्रथमद असमवायिकारणे तादात्म्यसम्बन्धं तत्र समवायसम्बन्धः कारणता आश्रयसम्बन्धः समवायः. उभयत्र समवायसम्बन्धः तत्र कार्यता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः प्रथम असमवायि कारणे. स्पष्टं वा? अस्तु. अन्येषां प्रश्नः अस्ति वा? सम्यक् अस्ति वा? महोदय, तत्र इदानीम् असमवायिकारण कारणविषये किञ्चित् चिन्तयामः. असमवायिकारणं तु आत्ममनसंयोगः इति अस्ति अस्मिन् सन्दर्भे. तद् स्वीकुर्मः इदानीं, तत्र सामान्यरीत्या चिन्तनं मा भूत् इदानीम्. अत्र घटविषयता घटप्रत्यक्षनिष्ठ विषयतासम्बन्ध सम्बन्ध नास्ति. तत्र विषयता कार्यता अवच्छेदकसम्बन्धः, अत्र विषयतासम्बन्धः अस्मिन् चित्रे. इदानीं एकनिमिषं महोदय, एकनिमिषं किञ्चित् घटप्रत्यक्षम् इति कार्यम्, आत्ममनसंयोगः इति असमवायी कारणम् इति स्थितौ घटप्रत्यक्षनिष्ठ विषयतासम्बन्धावच्छिन्न कार्यतानिरूपित विषयता नागच्छति. असमवायकारणे विषयता नागच्छति. असमवायकारणे समवायसम्बन्धनिष्ठ किं वदामि, समवायसम्बन्धवच्छिन्न कारणता समवायसम्बन्धवच्छिन्न कार्यता. अत्र विषयता केवलं घटाधिकरणे तथा भवति. अस्तु, इदानीं घटप्रत्यक्षनिष्ठ कार्यतानिरूपित घटप्रत्यक्षनिष्ठ कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कार्यता. तत्र कार्यता तु घटप्रत्यक्षनिष्ठम् अस्ति, अपि च समवायसम्बन्धेन अवच्छिन्ना भवति इति कृत्वा तत्र घटप्रत्यक्षनिष्ठ समवायसम्बन्धावच्छिन्न कार्यतानिरूपित एकनिमिषं घटप्रत्यक्षनिष्ठ समवायसम्बन्धावच्छिन्न कार्यता निरूपित. इदानीं कारणता विषये वक्तव्यं. कारणता समवायसम्बन्धेन अवच्छिन्ना भवति. कुत्र निष्ठः इत्युक्ते आत्ममनसंयोगे निष्ठः किल. इदानीम् आत्ममननिष्ठ समवायसम्बन्ध अवच्छिन्न कारणता आश्रय आश्रयत्वं आत्मा इति भवति आत्मनिष्ठ असमवायकारणत्वम् इति तत्रापि निष्ठा भवति किल उदाहरणमस्ति तत् पुनः तत् वाक्यम् एकवारं वदतु दीर्घवाक्यं वदतु महोदय तत्र कुत्र अस्ति पूर्वस्मिन् पुटे घटप्रत्यक्षनिष्ठ समवायसम्बन्धावच्छिन्नकार्यता निरूपित आत्ममनसंयोगनिष्ठ घटप्रत्यक्षनिष्ठ समवायसम्बन्धः आगच्छति विषयतासम्बन्धः तत्र आगच्छति नास्ति न तत् अधिकरणं किम् इति दृष्ट्वा वक्तुं शक्यते भगिनि अस्मिन् चित्रं सः घटप्रत्यक्षनिष्ठ इदानीं घटप्रत्यक्षम् इति द्विनिष्ठम् इति इव भाति तत्र आत्मनि अपि अस्ति घटे अपि अस्ति विषयतासम्बन्धेन घटे अस्ति अपि च समवायसम्बन्धेन आत्मनि अस्ति आं तत्र पूर्वस्मिन् एकं चित्रमासीत् तत् चत्वारिंशत् एकशतचत्वारिंशत्तमे पुटे तत्रापि चित्रमस्ति ज्ञानं कथमस्ति विषयतासम्बन्धेन कपाले घटे इति समवायसम्बन्धः सर्वं तत्रापि उक्तम् आम् इदानीं किञ्चित् तद् वाक्यमेव वदतु महोदय एतावत्पर्यन्तं मया प्राप्तं घटप्रत्यक्षनिष्ठ समवायसम्बन्धावच्छिन्न कार्यता निरूपित अत्र एकनिमिषं तत्र चतुश्चत्वारिंशत्तमे पुटे 144 तमे पुटे अधोभागे तथा च इति वाक्यमस्ति तथा च समवायकारणत्वस्य लक्षणमस्ति समवायसम्बन्ध अवच्छिन्न कार्यता इति अस्ति 144 मध्ये वा 144 अधोभागे तथा च समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवाय तत्र समवायिकारणत्वम् इत्यस्मिन् विषये अस्ति सत्यं तत्र पुनः समवायसम्बन्ध अवच्छिन्न कार्यता इति अस्ति तत्र कार्यता तस्मात् पदात् पूर्वं तत्र घटनिष्ठ घटप्रत्यक्षनिष्ठकार्यता इति स्थापयितुं शक्यते समवायसम्बन्ध अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न आत्मनिष्ठकारणता आश्रयत्वं समवायिकारणत्वम् अस्मिन् सन्दर्भे आत्मसन्दर्भे आत्मनिष्ठ समवायिकारणत्वम् आत्मासमवायिकारणत्वम् आत्मनि समवायिकारणत्वं तादृश कारणताश्रित कीदृशं तत्र तत्र निष्ठ घटप्रत्यक्षनिष्ठकार्यता आत्मनिष्ठ कारणता इदानीं तत्र असमवायिकारणे विषये अस्ति इदानीम् असमवायिकारणे तादृशं वदामश्चेत् तथैव घटप्रत्यक्षनिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित आत्ममनसंयोगनिष्ठ समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् असमवायीकारणत्वम् इति भवति सत्यं तथैव अस्ति केवलं कुत्र निष्ठता अस्ति इति मया योजितं तावदेव आमामां किन्तु तादृशं वदामश्चेत् तत्र समवायसम्बन्ध अवच्छिन्न कार्यता इति दलं त्यजामश्चेत् तत्र घटरूपे अतिव्याप्तिः भवति इति अस्मिन् परिच्छेदे दत्तमस्ति सत्यं सत्यम् अत्रापि अस्ति तत्र चित्रस्य पूर्वं तदवच्छिन्न घटप्रत्यक्षनिष्ठकारिता निरूपित इत्यस्ति किल मध्ये अस्ति तत्र तावदेव अहं वक्तुं वदन् आसीत् अत्र लक्ष्मी भगिनी समापयतु कृपया तत्र घटरूपे अतिव्याप्तिः इति उक्तम् अग्रे कार्यतायां अस्तु कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व उपादाने तु तत्रत्यकार्यतासमवायेन समवायेन न अवच्छिन्ना किन्तु विषयतासम्बन्धेन इति न अतिव्याप्तिः. यदि दीर्घवाक्येन किञ्चित् सम्यक् अवगतं, तत्र समवायसम्बन्धः इति कार्यतायां कार्यतादले यदि समवायसम्बन्धः इति न वदामः चेत् तत्र विषयतासम्बन्धमपि भवितुम् अर्हति. अतः घटरूपम् अपि घटरूपं प्रति घटरूपमपि घटप्रत्यक्षं प्रति कारणं भवति असमवायिकारणे. किन्तु यदि स्पष्टतया समवायसम्बन्धः घटप्रत्यक्षनिर्दिष्टसमवायसम्बन्धः अवच्छिन्न कार्यता इति वदामः चेत् तु विषयतासम्बन्धे न अतिव्याप्तिः. सत्यं, किन्तु वयं जानीमः घटरूपं तु निमित्तकारणमस्ति, न तु समवायिकारणं न तु असमवायिकारणं. घटं नास्ति समवायिकारणं निमित्तकारणं, घटरूपमपि निमित्तकारणम् इति जानीमः. तस्मात् अतिव्याप्तिः निवार्यते समवायसम्बन्ध अवच्छिन्नता इति उपादाने. स्पष्टम् अस्तु? आम् महोदय. प्रश्नः अस्ति वा अस्मिन्? एतावता किञ्चित् सरला भगिनी अग्रे पठति वा? कारणतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादने समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित किञ्चित् सम्बन्ध अवच्छिन्न कारणता इति लक्षणं भवेत् तथा सति समवायिकारणे एव अतिव्यापि. तत्रापि हि कार्यता समवायसम्बन्ध अवच्छिन्न कारणता परं तादात्म्यसम्बन्धेन अवच्छिद्यते तथा च किञ्चित् सम्बन्धपदेन तादात्म्यसम्बन्धग्रहणे समवायिकारणे अतिव्याप्ति. कारणतायां समवायसम्बन्ध अवच्छिन्नत्वोपादानेन कारणं च अपि भवति. एतादृश वारणं च अपि भवति. एतादृश असमवायिकारणत्वमेव गुरुत्वस्य पतनं प्रति स्यन्दनं प्रति च द्रवत्वस्य निरूपितम् अस्माभिः मूलग्रन्थनिरूपणे तत् अपि अनुसन्धेयम्. कारणतायां समवायसम्बन्ध अवच्छिन्न अनुपादने समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित किञ्चित् सम्बन्ध अवच्छिन्न कारणता इति लक्षणं भवेत्. इदानीं पुनः आगच्छति, यदि कारणतायाः समवायसम्बन्ध अवच्छिन्न यदि न वदामः तत् दले किञ्चित् सम्बन्ध अवच्छिन्न कारणता यदि वयं उपयुज्यामः लक्षणं भवति तदानीं समवायिकारणे अतिव्याप्तिः आगच्छति. कारणं कि समवायिकारणस्य लक्षणम् अस्ति तादात्म्यसम्बन्धकारणता अवच्छिन्ना निरूपित समवायसम्बन्धेन कार्यता. इदानीं यदि प्रथमविध असमवायिकारणे कारणता अस्ति समवायसम्बन्ध अवच्छिन्न कारणता समवायसम्बन्धेन कार्यता अवच्छिन्ना निरूपिता. अत्र यदि कारणतायाः समवायसम्बन्धन यदि प्रथमविध समवायिकारणे यदि वयं त्यजामः तत्र समवायिकारणे अतिव्याप्तिः आगच्छति. तत् निवारा कथं? कारण द्वयोः मध्ये समवायि कारणे अपि प्रथमविध समवायिकारणे द्वयोः कार्यता सम्बन्धम् अवच्छेदकसम्बन्धः अस्ति, समवायसम्बन्धः. तयोर्मध्ये भेदं भवति केवलं कारणताय अवच्छेदकसम्बन्धः. समवायिकारणस्य अवच्छेदकसम्बन्धः अस्ति तादात्म्यसम्बन्धः. प्रथमविध समवायिकारणस्य अवच्छेदकसम्बन्धः अस्ति समवायसम्बन्धः. यदि वयं समवायसम्बन्ध निवेशयामः तत्र अतिव्याप्ति समवायिसम्बन्ध न आगच्छति, तत् निवारयति. तथा च किञ्चित् सम्बन्धम् इति वदामश्चेत् किं भवति? यदि किञ्चित् किञ्चित् सम्बन्ध वदामः चेत् तादात्म्यसम्बन्ध अवच्छिन्ना समवायिकारणे अतिव्याप्तिः आगच्छति. तत् निवारणाय प्रथमविध समवायिकारणे समवायसम्बन्ध निष्ठ समवायसम्बन्ध अवच्छेदकसम्बन्ध अति आवश्यकं भवति. कारणतायाः अवच्छेदकसम्बन्ध समवायसम्बन्ध निवेशय आवश्यकम् अस्ति. तत्र कारणतायाः अवच्छेदकसम्बन्धः समवायः अथवा कारणतायां कारणता समवायसम्बन्ध अवच्छिन्ना कारणता अवच्छिन्ना इति उपादानेन वारणम् अपि भवति. तत्रापि हि कार्यता समवयसम्बन्ध अवच्छिन्ना कारणता परं तादात्म्यसम्बन्धेन अवच्छिद्यते. इदानीं वयम् उक्तवन्तः. तथा च किञ्चित् सम्बन्धन् पदेन तादात्म्यग्रहणे समवायिकारणे अतिव्याप्ति तद् वयम् उक्तवन्तः. कारणतायां समवायसम्बन्ध अवच्छिन्न त्व उपादानेन वारणं च अपि भवति. कारणतायाः सम्बन्ध अवच्छिन्ना यदि वयं योजयामः तत्र प्रथमसमवायिसम्बन्धे प्रथमविध असमवायिकारणे समवायसम्बन्ध अवच्छिन्ना कारणता योजनेन समवायिकारणस्य अतिव्याप्ति निवारयते. एतादृश असमवायिकारणत्वमेव गुरुत्वस्य पतनं प्रति स्यन्दनं प्रति च द्रवत्वस्य निरूपितम् अस्माभिः. गुरु आदपतन क्रिया गुरुत्वस्य प्रथमविध समवायिकारणम् अस्ति. तथा स्यन्दनं प्रति अपि द्रवत्वस्य प्रति अपि प्रथमविध समवायिकारण अस्ति. यदा समवायिकारणं योजत्व समवायिकारण अवच्छिन्न गुरुत्वस्य आदिपतनक्रियायां यदि योजयामः तत्र अपि अतिव्याप्तिदोषं निवारयते. तथैव स्यन्दनं तत्र योजनीयम् अस्ति. कारणतावच्छेदकसम्बन्धः दलम् असार्थकं भवति. कारणतावच्छेदकसम्बन्ध समवायसम्बन्ध प्रथमविध समवायिकारणे योजनेन कुत्रापि अतिव्याप्ति वयं निवारयामः. एतादृश प्रथम असमवायिकारणता बुद्धौ निधाय एव मूलकारणे कार्यणे सह एकस्मिन् अर्थे समवेत समवायिकारणम् इति लक्षणं कृतम्. कार्येण सह प्रथमया प्रथमविध असमवायिकारणस्य कारणे सह एकस्मिन् अर्थे समवेतं असमवायिकारणम् इति. एकनिमिषं प्रथमविध असमवायिकारणं कार्येण सह कारणेन कार्येण सह अस्ति. कार्येण सह यथा घटं घटकपालस्य उदाहरणं स्वीकुर्मः. कार्येण स्वयं घटेन सह एकस्मिन् अर्थे मीन्स् कपाले एकस्मिन् कार्याधिकरणे समवेतं सत् कपालद्वत्संयोग समवायिकारणस्य लक्षणं भवति. कपालद्वत्संयोगः कुत्र अस्ति? कपालद्वयसंयोगकपाले अस्ति समवायमपि कपाले समवायेन अस्ति कार्येण सह एकस्मिन् अर्थे समवेतं सत् भवति प्रथमविध समवायिकारणं सो सारांशे अस्ति यदि कारणतायाः अवच्छेदकसम्बन्ध समवायसम्बन्ध यदि वयं त्यजामः तत्र समवायिकारणे अतिव्याप्तिः आगच्छति यदि कार्यतासम्बन्ध कार्यता अवच्छेदकसम्बन्धसमवायसम्बन्ध त्यजामः तत्र घटस्य निमित्तकारणे घटरूपस्य निमित्तकारणे अतिव्याप्ति आगच्छति घटरूपे या घटरूपे प्रत्यक्षव्याप्ति आहत्य समवायिकारणनिरूपणे कार्यतावच्छेदकसम्बन्धः न वदामः चेत् घटे घटे निमित्तकारणस्य अपि च कारणतावच्छेदकसम्बन्धः न वदामश्चेत् असमवायिकारणे अतिव्याप्तिः तद्वदेव असमवायिकारणलक्षणे कार्यतावच्छेदकसम्बन्धः न वदामश्चेत् घटरूपे अतिव्याप्तिः कारणतावच्छेदकसम्बन्धः त्यजामश्चेत् तत्र समवायिकारणे अतिव्याप्तिः इति अतिव्याप्तिदोषं निवारणाय तत्र तत्र भिन्नभिन्न अवच्छेदकसम्बन्धाः योजिताः उभय लक्षणे लक्षणद्वये इति सारांशः प्रश्नः अस्ति वा अत्र महोदय तत्र घटरूपे तत्र भ्रमः अस्ति मम कथं वा घटरूपे अतिव्याप्तिः भवति समवायसम्बन्ध अवच्छिन्नकारणता इति दणं त्यजामश्चेत् घटरूपे कथं वा अतिव्याप्तिः इत्यस्मिन् विषये भ्रमः अस्ति अस्तु तत्र चित्रं पश्यतु अष्टाधिक एक अष्टाधिकशततमे चित्रे तत्र इदं चिन्तयतु तत्र घटस्य स्थाने आत्मा अस्ति अस्तु समवायसम्बन्धेन आत्मनि आत्मनसंयोगः अस्ति कारणत्वेन अपि च वामभागे ज्ञानमेव ज्ञानमेव अस्ति तत्र सम्बन्धः समवायसम्बन्धः इति वस्तुचित्रं समवायसम्बन्धः उभयत्र अस्ति इति वस्तुचित्रं किन्तु तत् कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति न वदामश्चेत् किञ्चित् सम्बन्धः वदामश्चेत् ओ किञ्चित् इत्युक्ते विषयतासम्बन्धः भवतु विषयतासम्बन्धः आगच्छति चेत् कार्यं घटप्रत्यक्षं कारणं किन्तु घटरूपं भवितुमर्हति घटाधिकरणं स्वीकृत्य घटप्रत्यक्षस्य विषयतासम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता घटरूपम् अस्ति घटरूपं तु निमित्तकारणम् अपि च अस्माभिः न इष्टं तत् आम् अत्र एकनिमिषं तत्र घटरूपम् इति कारणं घटरूपे कारणता अस्ति किल सत्यं हा इदानीं कार्यता अवच्छेदकसम्बन्धे समवायसम्बन्धः त्यजामश्चेत् कारणे घटरूपे कथं वा अतिव्याप्तिः इति भ्रमः तर्हि इदानीं लक्षणवाक्यं कथं भवति विषयतासम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता तत् कुत्र गच्छति तदेव घटरूपे गच्छति आं महोदय तत्र घटरूपम् इति कारणमस्ति किल यथा घटः यथा घटः कारणं घटप्रत्यक्षं प्रति तथा घटरूपमिति अपि घटप्रत्यक्ष प्रति कारणम् इति तावत्पर्यन्तं मया अवगतम् इदानीं घटरूपे कार्यतावच्छेदकसम्बन्धः कदा कथं वा भवितुमर्हति इति भ्रमः. ओ प्रश्नम् अवगच्छामि. किन्तु तथा नास्ति, चिन्तयतु, कार्ये विषयतासम्बन्धः एव अस्ति. कार्यतावच्छेदकसम्बन्धः विषयता, कारणतावच्छेदकसम्बन्धः समवायः, उभयत्र समवायसम्बन्धः समानम्. किन्तु अत्र विषयतासम्बन्धः आगच्छति समवायसम्बन्धस्थाने. कार्यतासम्बन्ध कार्यतावच्छेदकसम्बन्धः समवायः इति न वदामश्चेत् किञ्चित् सम्बन्धः, तर्हि विषयतासम्बन्धः भवतु. इदानीं चिन्तयतु, चिन्तयतु, घटप्रत्यक्षनिष्ठकार्यता, तस्य अवच्छेदकसम्बन्धः विषयतासम्बन्धः, तद् निरूपित समवायसम्बन्ध अवच्छिन्नकारणता कुत्र अस्ति? घटरूपे अस्ति, न तु आत्ममनस्संयोगे. अथवा घटरूपं घटरूपे अतिव्याप्तिः इत्युक्ते सम्यक् लक्षणं वाक्यं नास्ति चेत् अन्यत्र कुत्र कुत्र गच्छति लक्षणवाक्यं, यत् अस्माभिः न इष्टं या न लक्ष्यम्, अलक्ष्यं प्रति गच्छति लक्षणवाक्यम्. एकनिमिषं, तत्र विषयतासम्बन्धावच्छिन्न घटप्रत्यक्षनिरूपित कार्यता एवं वदामः, कार्य विषयतासम्बन्ध विषयतासम्बन्ध अवच्छिन्न कार्यता. आम्, इदानीं कार्यमस्ति घटप्रत्यक्षं, घटप्रत्यक्षं तु विषयतासम्बन्धेन घटे अस्ति, अपि च घटरूपं समवायसम्बन्धेन घटे अस्ति इति कृत्वा, अपि च घटरूपं घटप्रत्यक्षं प्रति कारणं भवति इति कृत्वा, यदि समवायसम्बन्धावच्छिन्नकार्यता इति दलं त्यजामश्चेत् घटरूपे कारणे अतिव्याप्तिः भवति. आम्, विषयतासम्बन्धावच्छिन्नकार्यता घटप्रत्यक्षे अस्ति, समवायसम्बन्धावच्छिन्नकारणता घटरूपे अस्ति इति कृत्वा, द्वयमपि घटे वर्तते, समानाधिकरण्यं भवति इति कृत्वा तत्र वर्तते. इदानीं एतावत्पर्यन्तम् अवगतं. तत्र इदानीम् आत्मनसंयोगः इति चिन्तयामश्चेत् किं भवति? भवान् वदतु. कार्यं घटप्रत्यक्षम्, अधिकरणं कार्यं घटप्रत्यक्षम्, इदानीं कार्य अधिकरणम् आत्ममनः, आत्मा इति, आत्मा इति, कार्यतावच्छेदकसम्बन्धः कः? कार्यतावच्छेदकसम्बन्धः, आम्, आत्मा इति चिन्तयामश्चेत् समवायसम्बन्धः एव भवति. अपि च कारणता अवच्छेदकसम्बन्धः, तदपि समवायसम्बन्धः, तत्र कारणता आत्मनसंयोगे अस्ति इति कृत्वा तत्र लक्षणवाक्यं साधु भवति. असमवायकारणस्य लक्षणवाक्यं साधु भवति यत् भवता उक्तम् अस्ति इदानीं. अत्र वैशिष्ट्यं किम् इत्युक्ते समानाधिकरण्यं परिवर्तते अत्र. यदि त्यजामश्चेत् घटः भवति घटे भवति समानाधिकरण्यं, यदि न त्यजामश्चेत् आत्मनि भवति समानाधिकरण्यं. सत्यं, ओ अस्तु, इदानीम् अवगतम्. चित्रद्वयमिति मनसि स्थापयामः चेत् सम्यक् भवति. घटचित्रम् अस्ति, घटचित्रस्य स्थाने यदि आत्मा अपि चित्रं भवति चेत् इतोपि सुलभं भवति. अतः एव भ्रमः जातः. इदानीं सम्यक् भवता स्पष्टतया अवगतमिति भाति. अन्यः प्रश्नः अस्ति वा? न महोदय, सर्वं स्पष्टं भवत्. अस्तु, इदानीं शुकवनस् महोदयस्य प्रश्नः इतोपि स्पष्टम् अकरोत् यत्र सामान् अत्र अधिकरणं परिवर्तते इति इति यत्र तत् स्पष्टम् अभवत्. नूतनचित्रं स्थापयामि वस्तुतः. आम् महोदयेन उक्तं, वस्तु वर्गे महोदयेन उक्तं चित्रद्वयम् अस्ति लिखतु इति मनसि. प्रायः वयं किं कर्तुं शक्यते, अत्र वाट्साप् ग्रूप् अस्ति किल अस्माकं न्यायवर्गस्य वाट्साप् ग्रूप्, तत्र दीर्घवाक्यम् अस्मिन् सन्दर्भे स्थापयित्वा प्रदर्शयामश्चेत् अस्माकं मनसि इतोपि स्पष्टः भवति इति अहं चिन्तयामि. लाभाय भवति अस्तु. सत्यम्. अहं वाट्साप् ग्रूप् मध्ये न अस्ति महोदय, मामपि योजयतु. स्वेन योजयितुं शक्यते, तत्र केवलं किमिति लिङ्क् इत्येव आवश्यकं. तत्र लिङ्क् नास्ति चेत् विद्याशङ्करमहोदय भवतः कृते लिङ्क् अस्ति चेत् कृपया प्रेषयतु. किं लिङ्क् महोदय, चित्रस्य लिङ्क् वा? चित्रस्य लिङ्क् नास्ति, अत्र वाट्साप् ग्रूप् मध्ये योजनाय लिङ्क् महोदयेन प्रेषितं. भवान् वाट्साप् ग्रूप् मध्ये नास्ति वा? अस्मि अस्मि. किं लिङ्क् इति न अवगच्छामि. गूगल् तत्र वाट्साप् ग्रूप् मध्ये योजनीयं चेत् लिङ्क् भवेत् किल, लिङ्क् द्वारा एव यु आर् एल् लिङ्क् द्वारा एव योजितं मया. अस्तु अस्तु अस्तु. लिङ्क् गूगल् ग्रूप्स् मध्ये अस्ति महोदय. प्रायः प्रेषितं पूर्वं महोदय प्रेषितं यु एम् डि संस्कृतम् इति चिन्तयामि. गूगल् ग्रूप् यद् वयं ईमेल् प्राप्तवन्तः किल, अद्य वर्गः अस्ति इति गूगल् ग्रूप् तद् गूगल् ग्रूप्स् अन्वेषयति चेत् तत्र तद् लिङ्क्. ओ अस्तु अस्तु, तत् करिष्यामि. अस्तु. तत्र अस्मिन् यदा वयं दीर्घवाक्यं निर्माणं कुर्मः तदा अत्र आश्रयमपि योजयामश्चेत् तत्र सर्वं स्पष्टं भवति इति अहं चिन्तयामि. अन्य कार्यघटप्रत्यक्षम् इति ज्ञानमस्ति, तत् अत्र अधोभागे घटः अस्ति, उपरि भागे आत्मा इति एकः बाक्स् अस्ति चेत् आत्मा कार्यप्रत्यक्षं मध्ये समवायसम्बन्धः इति शरस्य वामभागे भवितुमर्हति. तदपि अहं प्रयत्नं करोमि. तत्र घटस्य स्थाने इति एकस्मिन् बाक्स् मध्ये आत्मा इति स्थापयितुं शक्यते, अपि च यत्र विषयता सम्बन्धः अस्ति तत्र समवायसम्बन्धः इति भवेत् उभयता. अत्र महोदय अहं किं चिन्तयामि, तत्र केवलं निष्ठा इति न पर्याप्तं, कार्यता इति कारणता इति न पर्याप्तं, तत्र द्वयोः सामानाद्यकरणमपि वाक्ये योजनीयं भवति. सत्यं. यथा अत्र पूर्वम् अस्माभिः किम् उक्तं, घटप्रत्यक्षनिष्ठसमवायावच्छिन्न समवायसम्बन्धावच्छिन्न कारिता निरूपित आत्मनसंयोगनिष्ठ समवायसम्बन्धावच्छिन्न आश्रयत्वम् असमवायिकारणत्वम् इत्येव वदामश्चेत् तत् न पर्याप्तं भवति, तत् आत्मनि भवेत् इति इत्यपि तत् तदापि तदपि योजनीयम्. आत्मनिष्ठ आत्मनिष्ठ आश्रयत्वं नो चेत् घटनिष्ठ आश्रयत्वम् इति योजनीयं. सत्यम् इति योजयामश्चेत् सर्वं स्पष्टं भवति. सत्यं सत्यं. धन्यवादः महोदय. धन्यवादः सर्वेषां. शुभरात्रिः. धन्यवादः शुभाशय. मेरि क्रिस्मस्. सत्यं. धन्यवादः.